प्रतिबोधविदितं मतं अमृतत्वं हि विन्दते आत्मना विन्दते वीर्यं विद्या विन्दते मृतम्। प्रतिबोधविदितमिति वीप्सा प्रत्ययानाम् आत्माबोधद्वारत्वात् बोधं प्रति बोधं प्रति इति वीप्सा सर्वप्रत्ययव्याप्त्यर्थ। बौद्धा हि सर्वे प्रत्ययाः तप्तलोहवतो नित्यविज्ञानस्वरूप आत्मव्याप्तत्वात् विज्ञानस्वरूप अवभासः तदन्यभासश्च आत्मा तद् विलक्षणः अग्निवत् उपलभ्यते इति ते द्वारि भवन्ति आत्मोपलब्ध। तस्मात् प्रतिबोध अवभासप्रत्यगात्मतया यद्विदितं तद्ब्रह्म तदेव मतं तदेव सम्यक् ज्ञानं यत् प्रत्यगात्मविज्ञानं न विषयविज्ञानम्। आत्मत्वेन प्रत्यगात्मानमैक्षत इति च पाठके अमृतत्वं हि विन्दते इति हेतुवचनं विपर्यये मृत्युप्राप्ते विषयात्मविज्ञानी मृत्यु प्रारभते इति आत्मविज्ञानम् अमृतत्वनिमित्तमिति युक्तं हेतुवचनम् अमृतत्वं हि विन्दते। आत्मज्ञानेन किम् अमृतत्वम् उत्पाद्यते न कथं तर्हि आत्मना विन्दते स्वेनैव नित्यात्मस्वभावेन अमृतत्वं विन्दते न आलम्बनपूर्वकं विन्दते इति आत्मज्ञानापेक्षा। यदि हि विद्योत्पाद्यम् अमृतत्वं स्यात् अनित्यं भवेत् कर्मकार्यवत् अतो न विद्या उत्पाद्यम्। यदि च आत्मना एव अमृतत्वं विन्दते किं पुनः विद्यया क्रियते इति उच्यते अनात्मविज्ञानं निवर्तयन्ति स तन्निवृत्त्या स्वाभाविकस्य अमृतत्वस्य निमित्तमिति कल्प्यते यतः वीर्यं विद्या विन्दते। वीर्यं सामर्थ्यम् अनात्म अध्यारोपमायास्वान्तध्वान्त अनविभाव्यलक्षणं बलं विद्यया विन्दते। तच्च किं विशिष्टम् अमृतम् अविनाशि अविद्याजं हि वीर्यं विनाशि विद्यया अविद्यायाः बाध्यत्वात् न तु विद्यायाः बाधको अस्ति इति विद्याजम् अमृतं वीर्यम् अतो विद्या अमृतत्वे निमित्तमात्रं भवति नायमात्मा बलहीने लभ्य इति च अथर्वणि। लोकेऽपि विद्याजमेव बलम् अभिभवति न शरीरादिसामर्थ्यं यथा हस्त्यादेः अथवा प्रतिबोधविदितं मतमिति सकृदेव अशेषविपरीतनिरस्तसंस्कारेण स्वप्नप्रतिबोधवतो यद्विदितं तदेव मतं ज्ञातुं भवति इति अथवा गुरूपदेशः प्रतिबोधः तेन वा विदितं मतमिति उभयत्र प्रतिबोधशब्दप्रयोगः अस्ति सुप्तप्रतिबुद्धः गुरुणा प्रतिबोधितः इति पूर्वं तु यथार्थम् इह चेदवैरीत् अथ सत्यमस्ति न चेदिह अवेदीन् महती विनष्टिः भूतेषु भूतेषु विचित्यधीराः प्रेत्यस्मान् लोकानुमृता भवन्ति। इह चेदवेदिति अवश्यकर्तव्यतोक्तिः विपर्ये विनाश्रुते इह मनुष्यजन्मनि सति अवश्यम् आत्मा वेदितव्यः इति एतद्विधीयते। कथम् इह चेत् अवेदीन् विदितवान् अथ सत्यं परमार्थत्वम् अस्ति अवाप्तं तस्य जन्म सफलमित्यभिप्रायः न चेदिह अवेदि न विदितवान् वृथा एव जन्म अपि च महति विनष्टिः महान् विनाशो जन्ममरणप्रबन्ध अविच्छेदप्राप्तिलक्षणः स्याद् यतः तस्माद् अवश्यं तद्विच्छेदाय ज्ञेय आत्म ज्ञानेन तु किं स्यादिति उच्यते भूतेषु भूतेषु चराचरेषु सर्वेषु इत्यर्थः विचित्य विचार्य पृथङ् निष्कृष्य एकम् आत्मतत्त्वं संसारधर्मैः अस्पृष्टम् आत्मभावेन उपलभ्येत्यर्थः अनेकार्थत्वाद्धात्मनः न पुनः चित्त्वा इति सम्भवति विरोधात्। धीरः धीमन्तः विवेकिनः विनिवृत्तबाह्यविषयाभिलाषः प्रेत्य मृत्वा अस्माल्लोकः शरीरादि अनात्मलक्षणात् व्यावृत्तमहत्त्वाहङ्काराः सन्तः इत्यर्थः अमृतः अमरणधर्माणः नित्यविज्ञान अमृतत्वस्वभावाः एव भवन्ति इति द्वितीयः खण्डः। तृतीयः खण्डः ब्रह्म देवेभ्यो विजिज्ञे तस्य ब्रह्मणो विजये देवा महीयन्त ईक्षन्त अस्माकमेव अयं विजयो अस्माकमेव अयं महिमायते तद्धैषां विजज्ञौ तेभ्योः प्रादुर्भूवा तन्न विजानता किमिदं यक्षमिति तेऽग्निम् अब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवतो तम् अभ्यवदतो कोऽसीति अग्निर्वाहमस्मीति अब्रवीज्यासवेदावाहमस्मीति त तस्मिंस्त्वयिकिं वीर्यमिति अपि इदं सर्वं दहेयं यदिं पृथिव्यामिते तस्मै तृणं निदधौ एतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाकदग्नं स तथा एव निववृते न एतदशकं विज्ञातुं यदेतद्यक्षमिते अथ वायुम् अब्रुवन् वायौ एतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवतो तम् अभ्यवदतो कोऽसीति वायुर्वाहमस्मीति अब्रवीन् मातरिष्वा वाहमस्मीति तस्मिंस्त्वयि किं वीर्यम् इति अपि इदं सर्वम् आददी यदिदं पृथिव्यामिति तस्मै तृणं निदधौ एतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शाखादातुं स तथैव निवृते न एतदशकं विज्ञातुं यदेतद्यक्षमिति अथ इन्द्रम् अब्रुवन् मघवन् एतद्विजानीहि किम् एतद्यक्ष्मिति तदेतदभ्यद्रवतो तस्मात् तिरोदधे स तस्मिन्नेव आकाशे स्त्रियम् आजगाम बहुशोभमाना ममां हैमवतीं तागं होवाच किमेतद्यक्ष्मिते ब्रह्म देवेभ्यः इति ब्रह्मणः दुर्विज्ञेतोक्तिः यत्नादिख्यर्थः समाप्तब्रह्मविद्या यददीनः पुरुषार्थः अत ऊर्ध्वम् अर्थवादेन ब्रह्मणः दुर्विज्ञेत उच्यते तद्विज्ञाने कथं नाम यत्नम् अधिकं कुर्यादिति शमादि अर्थो वाम्नायः अभिमानशासनः शमादिव ब्रह्मविद्यासाधनविदितं तदर्थमयम् अर्थवाद आम्नायः न हि शमादिसाधनरहितस्य अभिमानरागद्वेषादियुक्तस्य ब्रह्मविज्ञाने सामर्थ्यमस्ति व्यावृत्तवाक्यमित्याभृत्य ग्राह्यत्वद्ब्रह्मणः यस्माच्च अग्न्यादीनां जयाभिमानं शादयति ततश्च ब्रह्मविज्ञानं दर्शयति अभिमानोपशमे तस्मात् शमादिसाधनविधानार्थमर्थवादः इति अवसीत् सगुणोपासनार्थो अपोदितत्वात् नेदम् इदम् उपास्यते इति उपास्यत्वं ब्रह्मणः अपोदितम् अपोदितत्वात् अनुपास्यत्वे प्राप्ते तस्य ब्रह्मणः सगुणत्वेन अधिदैवतम् अध्यात्मं च उपासनं विधातव्यमिति एवमर्थो वा इति अधिदैवतं तद्वनम् इति उपास्तव्यम् इति वक्ष्यते ब्रह्मेति परः लिङ्गात् न हि अन्यत्र परात्तु ईश्वरात् नित्यसर्वज्ञातु परिभूय अग्न्यादीनस्तृणं वज्रीकर्तुं सामर्थ्यमस्ति तन्न शशाकदग्धुम् इत्यादि लिङ्ग ब्रह्मशब्दवाच्य ईश्वरः इति अवसीयते न हि अन्यथा अग्निः तृणं दग्धुं नोत्सहते वायुर्वा आदातुम् ईश्वरेच्छया तु तृणमपि वज्रीभवति इति उपपद्यते तत्सिद्धिः जगतः नियतप्रवृत्तिः श्रुतिस्मृतिप्रसिद्धिभिः नित्यसर्वविज्ञाने ईश्वरे सर्वात्मनि सर्वशक्तौ सिद्धेऽपि शास्त्रार्थनिश्चयार्थमुच्यते तस्य ईश्वरस्य सद्भावसिद्धिः कुतो भवति इति उच्यते यदिदं जगद्देवगन्धर्वयक्षरक्षपितृपिशाचादिलक्षणं द्योवियत्पृथिव्यादीत्यचन्द्रग्रहनक्षत्रविचित्रं विविधप्राण्युपभोगयोग्यस्थानं साधनसम्बन्धि तदत्यन्तकुशलशिल्पिभिरपि दुर्निर्माणं देशकान्निमित्त अनुरूपनियतप्रवृत्तिनिवृत्तिक्रमम् एतत् भोक्तृकर्मविभागज्ञप्रयत्नपूर्वकं भवितुमर्हति कार्यत्वे सति एतावत् लक्षणत्वात् गृहप्रासादरथशयन आसनादिवत् विपक्षे आत्मादिवत् कर्मणः एवेति चेन्न परतन्त्रस्य निमित्तमात्र यदिदम् उपभोगवैचित्र्यं प्राणिनां तत्साधनवैचित्र्यं च देशकालनिमित्त अनुरूपनियतप्रवृत्तिनिवृत्तिक्रमं च तन्न नित्यसर्वज्ञकर्तृकं किं तर्हि कर्मण एव तस्य अचिन्त्यप्रभावत्वात् सर्वैश्च फलहेतुत्व अभ्युगमाच्च सति कर्मणः फलहेतुत्वे किम् ईश्वराधिककल्पनया इति न नित्यस्य ईश्वरस्य नित्यसर्वज्ञशक्तेः फलहेतुत्वं च इति चेत् न कर्मणः एव उपभोगवैचित्र्ये विपपद्यते कस्मात् कर्तृतन्त्रत्वात् कर्मण चीतिमत्प्रयत्ननिर्वृत्तं हि कर्म तत्प्रयत्न उपरमात् उपरतं स तु देशान्तरे कालान्तरे एव नियतनिमित्तविशेषापेक्षं कर्तुफलं जनयिष्यति इति न युक्तम् अनपेक्षा अन्यदात्मनः प्रयोक्तृ कर्ता एव फलकाले प्रयुक्ता इति चेत् मया निवर्तितोऽसि त्वां प्रयोक्षे फलाय यदात्मानुरूपं फलमिति न देशकालनिमित्तविशेष अनविज्ञत्व यदि हि कर्ता देशादिविशेषाविज्ञः सन् स्वातन्त्र्येण कर्म नियुञ्ज ततो अनिष्टफलस्य अप्रयोक्तः स्यात् न च निर्निमित्तं तदनिश्चय आत्मसंवेतं तच्चर्मवतो विकरोति कर्म నచ ఆత్మకృతం అకర్తృసంవేతం అయస్కాంతమణివతు ఆకృష్టుర్భవతి ప్రధానకర్తృసంవేతత్వాత్కర్మణ. భూతాశ్రయం ఇది చేత్ న సాధనత్వ కర్తృక్రియాయా సాధనభూతాని భూతాని క్రియాకాలే అనుభూతవ్యాపారాన్ని సమాప్తవు చ హలాదివతు కర్త పరిత్యక్తాని న ఫలం కాలాంతరే కర్తుం ఉత్సాహంతే. నహి హలం క్షేత్రాతో వ్రీహిన్ గృహం ప్రవేశయతి. భూతకర్మణోశ్చ అచేతనత్వాత్ స్వతః ప్రవృత్త్యనుపత్తి. వాయువదితి చే న అసిద్ధత్వ నహి వాయోః అచితిమతః స్వతః ప్రవృత్తి సిద్ధ రథాదిషు అదర్శన. శాస్త్రాత్ కర్మణ ఏవేతి చే శాస్త్రం హి క్రియాతః ప్రసిద్ధిమః న ఈశ్వరాదే స్వర్గకామ యజేత ఇత్యాది. నచ ప్రమాణాదిగతత్వాత్ అనర్థక్యం యుక్తం. నచ ఈశ్వరాస్తిత్వే ప్రమాణాంతరమస్తి ఇతి చే న దృష్టన్యాయ హాన అనుపబుద్ధే.